प्रणम्य शिरसा देवम् गौरी पुत्रम् विनायकम् भक्तावासं स्मरेन्नित्यम् आयुः कामार्थ सिद्धये प्रथमम् वक्रतुण्डम् च एकदन्तम् द्वितीयकम् तृतीयम् कृष्णपिङ्गाक्षम् गजवक्त्रम् चतुर्थकम् लम्बोदरम् पञ्चमम् च षष्ठम् विकटमेव च सप्तमम् विघ्नराजम् च धूम्रवर्णम् तथाष्टमम् नवमम् बालचन्द्रम् च दशमम् तु विनायकम् एकादशम् गणपतिम् द्वादशम् तु गजाननम् श्रीसङ्कटहर गणपति स्तोत्रम् सम्पूर्णम्।